पद्मपुराणं खण्डं 7 क्रियाखण्डम् अध्यायं 13 व्यास उवाच ज्येष्ठे मासि द्विजश्रेष्ठ भगवन्तं जनार्दनं पूजयेद्भक्तिभावेन जलैः संस्नाप्य शीतलैः उद्वर्तनं च दातव्यं सुगन्ध्यामलकं तथा तैलं सुगन्धं हरये ग्रीष्मकाले दिने दिने सुवासिदे शीतले च मन्दिरेदि मनोरमे प्रत्यहं कमलाकान्तं स्थापये जनमण्डपे नरौद्रदेशे विप्रेन्द्रसधूमे इन्धनालये न सूतिका गृहे चैव स्थापयेत् कमलापदिं चामरवीचिदश्वेदैः सुदीर्घैः कमलापदिं ज्येष्ठे मासि द्विजश्रेष्ठ सुप्रीद किं न यच्छति मयूर पुञ्जव्यजनैर्निदार्घैर्वीजितो हरिः ददात्यभिमदं सर्वमचिरेणैव सत्तमतालवृन्दकवादेन पवित्राम्बरवायुना यै ग्रीष्मे विज्यते विष्णुस्ते सर्वे स्वर्गगामिनः यो गात्रलेपनं कुर्यात् सुगन्धीयैश्च कर्दमैः ग्रीष्मे हरिं चन्दनैश्च सविश्येन्माधवीं तनुम् उष्मागमे द्विजश्रेष्ठ समुक्तो नात्र संशयः प्रफुल्लकुसुमोद्याने तुलसीकानने तथा सन्ध्यायां स्थापयद्विष्णुं देशे धीरसमीरणे स्रग्भिः पाडलपुष्पाणां येन विष्णुरलङ्कृतः ज्येष्ठे मासि स विज्ञेयो अश्वमेधसहस्रकृत यस्तु मुक्तावलिं दद्याग्रीष्मे वै श्रीपदेर्जनः भूपालत्वं हरिस्तस्मै यच्छेज्जन्मनि जन्मनि यस्तु मण्डयदि ग्रीष्मे श्रीकृष्णं मणिमालया तस्य पुण्यफलं विप्र वदतो मे निशामय यावद्ब्रह्मा सृजत्येदजैमिने सकलं जगत् तिष्ठेद्विष्णुपुरे तावन्मणिमालाविभूषितः सुवर्णाभरणैर्यस्तु रजताभरणैस्तथा कृष्णं मण्डयदि ग्रीष्मे सोऽपि तत्फलमाप्नुयाद विचित्रं यस्तु पर्यङ्गं स गण्डूकं प्रयच्छति हरये देवदेवाय न स दुःखी कदाचन ग्रीष्मकालेन देयानि गुरूणि वसनानि च हरये ब्राह्मणश्रेष्ठ देयं तन्वं शुकं शुचि यस्त्वच्युतफलैर्दिव्यै सुगन्धैः पूजयेद्धरिम् अन्ते शक्रपुरं गत्वा सपि भेदमृदं मुदा प्रियालानां फलैर्दिव्यैर्योर्चयेत् कमलापदिं सोऽपि तत्फलमाप्नोति किमन्यैर्बहुभाषितैः निदाख्ये हरये यस्तु यवागूमदि शीतलां नानाव्यञ्जनसंयुक्तां श्रद्धया वैष्णवो जनः आषाढे मासि विप्रेन्द्र देवदेवं जगद्गुरुं दद्भिः स्नापयित्वा च पूजयेद्भक्तिदो बुधः मातुः पयोधरपयः पुनस्तेन न पीयते खनागमे खनश्यामं कदम्बकुसुमैर्हरिम् आराधयदि विप्रर्षे पराङ्गतिमवाप्नुयात् कदम्ब पुष्पमालाभिर्मण्डपं ज्वलनोपमं यस्तस्य ब्राह्मणश्रेष्ठवाजिमेधफलं भवेद् सुगन्धैकेतकीपुष्पैः पूजितकमलापतिः सर्वदुःखं हरत्येव मानवानां द्विजोत्तम पनसानां फलैर्दिव्यैः सुपक्वैर्घृतमिश्रितैः पूजितो भगवान् विष्णुर्दद्यादैश्वर्यमुत्तमम् आषाढे मासि दध्यन्नं हरये प्रतिवासरम् श्रद्धया वैष्णवो दद्यान्मुक्तिमिच्छन् द्विजोत्तम कृष्णाय नवनीतं यो ददाति वैष्णवो जनः विशुद्धसकलैपापैर्ब्रह्मलोकं स गच्छति शेफालिका प्रसूनैश्च यूधिका कुसुमैस्तथा योऽर्चयेत् परमात्मानं स गच्छेत् परमं पदं प्रफुल्लमालदीपुष्पैः सुगन्धैर्योऽर्चयेद्धरिं तत्पुण्येनास्य तत्पुण्यं येन नो भविदाद्विज कदम्बपुष्पैश्च बकुलैर्जगद्बन्धुं जनार्दनम् अर्चयन् सकलं कामं प्राप्नोति भुवि मानवः महामहाप्रसूनैश्च तथा गुरुबकैर्हरिं प्रफुल्लैः पूजयेद्यस्तु तस्य तुष्टः सदा हरिः शैरीयकैश्च यो विष्णुं प्रसूपुष्पैश्च योऽर्चयेद करवीरप्रसूनैश्च सयादिहरिसन्निधिं श्रावणे चैव यो दद्याल्लाजान् कृतसमन्वितान् हरये तस्य विप्रर्षे गृहे श्रीसर्वतोमुखी भाद्रे मासि द्विजश्रेष्ठ नारायणमनामयं श्रद्धया पूजयेत् प्राज्ञश्चतुर्वर्गप्रदायकं निर्मिते नूतनागारे सर्वोपद्रववर्जिते स्थापयेत् पुण्डरीकाक्षं भगवन्तं जनार्दनं दंशैश्च मशकैश्चापि प्रकीर्णे मक्षिकादिभिः हरिं पुरातनागारे स्थापयेन्न हि मानवः सकर्दमे पदद्वारे गलद्भित्तौ गृहे तथा हरिं न स्थापयेत् प्राज्ञो वर्षासु परमेश्वरम् विष्णुवाल्ये द्विजश्रेष्ठप्रकुर्याद्यस्तु मानवः चन्द्रातपं विचित्रं च चन्द्रलोकं स गच्छति रात्रौ नानाविधैर्धूपैर्मन्दिरे जगदीपदेः दंशाश्च मशकाश्चैव पूजाकाले निवारयेत् मांसारिकाभिप्रावृत्य मञ्जशायिनमच्युतं प्रावृषिस्थापयेद्विष्णुं निशायां दिव्यमन्दिरे कह्लारपत्रैर्देवेशं सुगन्धैर्नूतनैस्तथा मुमुक्षुः पूजयेन्मर्त्यो भाद्रे मासि दिने दिने न भाद्रे केतकीपुष्पैः पूजितव्यो जनार्दनः यदो भाद्रपदे मासि केदकी स्यात्सुरासमा पक्वैस्तालफलैर्दिव्यैर्योर्चयेद्यदुनन्दनं गर्भवासमहादुःखं सभूयो लभते न च संयुक्तं हृदुग्धाभ्यां पक्वदालं मुरारये यो दद्याच्छ्रद्धया मर्त्यः स गच्छेन्मन्दिरं हरेः भाद्रे मासि द्विजश्रेष्ठ हरये तालपिष्टकं सकृदं वैष्णवो दद्यात् केवलप्राप्तिहेतवे मासि भाद्रपदे विप्र न कुर्याच्चाकभक्षणं न रात्रौ भोजनं कुर्यान् मुमुक्षुर्वैष्णवो जनः अश्विनो मासि विप्रेन्द्र केशवं क्लेशनाशनं यत्तोयं दीयते विप्र पूर्वाह्णे हरये जनैः पीयूषमिव तत्तोयं गृह्णादिकमलापतिः मध्याह्ने दीयते यच्च तत्तोयं चक्रपाणये तत्तोयमिव वेत्तव्यं तद्गृह्णादिद्विजोत्तम अपराह्णे च यत्तोयं गोविन्दाय प्रदीयते ततोऽयं रक्ततुल्यं स्यान्न गृह्णादि ततो हरिः अद एव द्विजश्रेष्ठ पूर्वाह्णे हरिमर्चयेद् समस्तं लभते कामं केशवस्यानुकम्पया एकवस्त्रेण विप्रेन्द्र न कुर्यात्पूजनं हरेः कुर्याद्वापि तथा पूजां न गृह्णाति च केशवः अद्धौ तेन जवस्त्रेण यः पूजां कुरुते हरेः विफला सा च पूजा स्यान्न च विष्णुप्रसीदति यैस्त्वबद्ध शिखैः पूजा क्रियते चक्रिणो जनैः पूजाफलं नाप्नुवन्ति बलिग्राह्या च सा भवेद् असंकृतगृहे पूजा क्रियते जगदीपदेः सा पूजा ब्राह्मणश्रेष्ठ बलिग्राह्या भवेत् खलु स्नानं देवार्चनं चैव दानं च पितृपूजनम् तिलकेन विना विप्रगुरुतेन विचक्षणः तिलकान्य गृहीत्वा यत्पुण्यकर्म विधीयते भस्मी भवति तत्सर्वं कर्ता च नारकी भवेद् शङ्खचक्रगदा पद्मैरङ्गितं यस्य दृश्यते शरीरं ब्राह्मणश्रेष्ठ विज्ञेयः सोऽच्युतस्वयं यो लिखे दक्षिणे बाहौ शङ्खपद्मे च वैष्णवः सव्येच्चक्रं गदां चैव स विष्णुर्नात्र संशयः पङ्कजं दक्षिणे बाहौ शङ्खस्योपरि यो लिखेद पातकं सकलं तस्य क्षणादेव तु नश्यति चक्रोपरि गदां यस्तु लिखेत् सव्ये भुजे द्विज तं वदन्ते द्विजश्रेष्ठचक्राद्या अपि निर्जराः मुरारिपादयुग्मं च स्वललाडे लिखेद्बुधः पापात्मापि च तं दृष्ट्वा मुक्तो भवति पादकाद अष्टाक्षरं महामन्त्रं मत्स्यं घूर्मं च यो हृदि लिखेत् स वैष्णवश्रेष्ठ पुनादि भुवनत्रयं कृष्णायुधाङ्गितं यस्य शरीरं स्याद्दिने दिने तस्य कृष्णो जगन्नाथो ददाति परमं पदं कृष्णायुधाङ्गिततनुर्यत्कर्म कुरुते नरः शुभं वाप्यशुभं वापि तत्सर्वमक्षयं भवेद् दानवा राक्षसाश्चैव भूतवेदालकास्तथा पिशाचाः पन्नगाश्चापि यक्षविद्याधराश्तथा किन्नरा गुह्य काश्चैव ग्रहा बालग्रहास्तथा कूष्माण्डाश्चैव डागिन्यस्तधान्ये विघ्नकारकाः सर्वे भीत्या पलायन्ते दृष्ट्वा कृष्णायुधाङ्गितं द्वीपाश्च द्वीपिनश्चैव तधान्ये वनवासिनः दृष्ट्वैव प्रपलायन्ते भयात् कृष्णायुधाङ्गितं कामलाद्यामहारोगा देहदेहवपादिनः कृष्णायुधाङ्गिततनुं भक्त्या पश्यति यो जनः कृष्णदर्शनतुल्यस्य फलं प्राप्नोति मानवः त्रिपत्रीकृतदूर्वाभिरश्विने योर्चयेद्धरिम् दूर्वावत्सन्ततिस्तस्य अविच्छिन्ना प्रवर्तते अश्विने मासि यो दद्याद्धरये कर्कटीफलं शोको न जायते तस्य कदाचिद्धृदये द्विज कार्तिके च समायादे सर्वमासोत्तमे शुभे दामोदरं देवदेवं भक्त्या प्राज्ञः प्रपूजयेद कार्तिके मासि विप्रेन्द्र विष्णु प्रीणनहेतवे यथोक्तविधिना प्राज्ञः प्रातस्नानं समाचरेद आमिषं मैथुनं चैव कार्तिके मासि यस्त्यजेद जन्मान्तरार्जितै पापैर्मुक्तो व्याधिपराङ्गदिं तुलाराशिगदे सूर्ये प्रातस्नानं द्विजोत्तमा हविष्यं ब्रह्मचर्यं च महापादकनाशनम् आमिषं मैथुनं चैव कार्तिके मासि सेवते जन्मजन्मनि विप्रेन्द्र स भवेत् ग्रामशूकरः द्विभोजनं परान्नं च तैलं च वैष्णवो जनः आयादे कार्तिके मासि यत्नादपि परित्यजेद दामोदराय नभसि दीपं यस्तु प्रयच्छति फलं तस्य प्रवक्ष्यामि समासेन शृणुद्विज ब्रह्महत्यादिभिः पापैर्विमुक्तक्लेशदायकैः दामोदरपुरं गत्वा तिष्ठेत्कोटियुगावधि दीपं ज्वलन्तं नभसि त्रिदश वासवादयः विलोक्य हर्षिता सर्वे वदन्तीति परस्परम् असौ पुण्यात्मनां श्रेष्ठकेशवार्चनतत्परः प्रदीपं कार्तिके मासि यतो यच्छति चक्रिणे कार्तिके मासि विप्रेन्द्र तस्य तुष्टः सदा हरिः दद्यादक्षयदीपं यः कार्तिके हरिमन्दिरे दिने दिने स्वमेधस्य फलं प्राप्नोति मानवः तुलसीदललक्षाह्यः कार्तिके पूजयेद्धरिं लक्षैकवाजिमेधस्य मानवो लभदे फलम् बिल्वस्य दललक्षेण योर्चयेद्विष्णुमव्ययं परमं मोक्षमाप्नोति प्रसादा जगदीपदे यत्किञ्चित् कार्तिके मासि विष्णुमुद्दिश्य दीयते तदक्षयं भवेत् सर्वं सत्यमेधन्मयोच्यते कृदाकृतं सुरपत्रं ह्यः कार्तिके मासि वैष्णवे दद्या दिने दिने विप्रतस्य विष्णोः पुरे स्थितिः प्रफुल्लपद्मपत्रेण सिदेनाप्यसिदेन वा योर्चयेत्कमलाकान्तं तस्य किं भुवि दुर्लभम् द्विजाघ्र्यकार्तिके मासि हरये येन पङ्कजं न दत्तं तेन किं विप्र विष्णवे दैत्यजिष्णवे एकमेवाम्बुजं हत्वा ददाति कैडभारये तस्मै किं भगवान् विष्णुर्न ददाति श्रियःपदिः कमलै कार्तिके मासि येन नाराधितो हरिः जन्मजन्मनि तद्गेहे कमला न हि तिष्ठति पद्मबीजानि यो दद्यात् केशवाय महात्मने सजायते विप्रकुले शुद्धे च प्रतिजन्मनि ब्राह्मणस्य कुले जातश्चतुर्वेद सुहृद्भवेद धनवान् बहुपुत्रश्च कुटुम्बानां च पोषकः नास्ति पद्मासमं पुष्पं जैमिने सत्यमुच्यते येन सम्पूज्य गोविन्दं पापात्मापि च मोक्षभाक् पद्मपुष्पस्य माहात्म्यं विशेषादुच्यते मया सेदिहासं द्विजश्रेष्ठ सावधानं निशामय आसीदेगप्रजानाम ब्राह्मण सर्वशास्त्रविद हरिपादाम्बुजे यस्य मनोभृङ्गसदा स्थितिः देवानां ब्राह्मणानां च गुरूणां चैव सर्वदा हृदा पूजा द्विजश्रेष्ठ कार्या कार्यशतान्यपि परद्रव्यं विषं चैव परस्त्रेषु स्वमादृवद कृतं तेनैव यच्चैवं तथा मित्रे च शात्रवे आयान्दमदिधिं दृष्ट्वा स विप्रः परमार्थविद भृशं मानं न चाप्नोति याचकं च द्विजोत्तमम् सर्वयज्ञाकृतास्तेन व्रतानि सकलानि च संसारसागरं घोरमपारं च तिदीर्षुणा एकदा सद्विजश्रेष्ठो हरिभक्तिपरायणः स्वमृत्युं च निजां जातिं चिन्तयामास चेतसा अहं पूर्वं स्थितको वा किं वा कर्म कृतं पुरा कथं वा जन्मसम्प्राप्तं गमिष्यामि क्व वा पुनः इति सञ्चिन्त्य विप्रोऽसौ निःस्वस्य च पुनः पुनः विज्ञातुं पूर्ववृत्तान्तं शिवक्षेत्रं जगामः तत्र बद्धाञ्जलिर्विप्रो भक्त्या परमयायुधः तुष्टावशङ्करं देवं वाजा मधुरया शिवम् ब्राह्मण उवाच नमस्तोभ्यं महादेव नमस्ते परमेश्वर नमस्ते शङ्करेशान नमस्ते वरदप्रभो नमस्ते ज्ञानरूपाय नमस्ते ज्ञानदायिने नमस्ते सर्वभूतानां हृदम्बुजनिवासिने जगत्स्रष्ट्रे नमस्तुभ्यं जगत्पित्रे नमो नमः नमः संहारकर्त्रे च पशूनां पदये नमः मनस्ते वह्निनेत्राय नमस्ते वह्निचक्षुषे नमस्ते चन्द्रनेत्राय सूर्यनेत्राय वै नमः नमस्ते भस्मभूषाय नमस्ते कृत्तिवाससे नमोऽस्ति मालिने तुभ्यं नीलकण्ठाय वै नमः नमस्ते पञ्चवक्त्राय नमस्ते शूलपाणिने कन्दर्पदर्पविध्वंसकारिणे भीममूर्तये नमस्ते देवदेवाय नमस्ते त्रिपुरारये पार्वतीपदये तुभ्यं नमस्ते भीममूर्तये बाणभक्त्यादिसन्तुष्टमानसाय नमोऽस्तु देव बहुरूपाय वै तुभ्यं विश्वरूपाय वै नमः गङ्गाधराय वै तुभ्यं दक्षयज्ञविनाशिने प्रेतानां पतये तुभ्यं नमस्तुभ्यं पिनाकिने ईशानाय नमस्तुभ्यं मनीषाय नमो नमः तुभ्यं नमोऽस्तु दृश्याय अदृश्याय नमो नमः नमश्चिन्त्याय वै तुभ्यमचिन्त्याय नमो नमः ब्रह्मा त्वमेव त्रिदशैकनाथस्त्वमेव विष्णुस्तपनस्त्वमेव त्वमेव सोमः सकलार्तिहारी नमो नमस्ते परमेश्वराय कस्यस्तवं समाकर्ण्य शङ्करो लोकशङ्करः आविर्बभूव सहसा प्रसन्नः परमेश्वरः आविर्भूतं समालोक्य सर्वदेवनमस्कृतं ववन्दे चरणौ तस्य स विप्रोऽत्यन्धभक्तिमान् भूयोऽपि सद्विजश्रेष्ठो हर्षनिर्भरमानसः कृताञ्जलिर्महादेवं तुष्टाव वरदं प्रभुं ब्राह्मण उवाच यं न पश्यन्ति देवेशं देवा अपि सवासवाः पश्यामि तमहं साक्षान् महाभाग्यमिदं मम ध्यानावस्थितचित्तेन यो दृश्यः परमेश्वरः पश्यामि तमहं साक्षान् साध्यं किमपरं मम त्वन्नामस्मरणादेव महापादगिनोऽपि च गच्छन्ति परमं स्थानं समीक्षे तमहं प्रभुं कृतार्थोऽस्मि कृतार्थोऽस्मि कृतार्थोऽस्मि च भाग्यवान् नमस्तुभ्यं नमस्तुभ्यं प्रसीद परमेश्वर महादेव उवाच भवदोनेन वाक्येन तुष्टोऽस्मि द्विजसत्तम वरं वृणु महाभाग वरं दित्सुरहं खलु ब्राह्मण उवाच भवन्तं परमात्मानमदृश्यं दैवतैरपि साक्षात् पश्याम्यहं नाथ किं कार्यमपरैर्वरैः तथापि त्वं महादेव वरं दित्सु कृपामयः पृच्छामि यदहं किञ्चित् तद्ब्रूहि परमेश्वर कोऽहं तस्थौ पुरा देव किं वा कार्यं कृतं पुरा संसारसागरे नाथपतितोऽस्मि कथं प्रभो कर्मणा प्राप्यते देहो देहि पापेन लिप्यते पुनः पापप्रभावेण प्राप्यते विषमागतिः प्रभावै कर्मणां केषां जन्म प्राप्तमिदं मया नानादुःखप्रदं नाथप्रसन्नो ब्रूहि शङ्कर पापमूलमिदं जन्म जन्मदुःखस्य कारणं ज्ञातुमिच्छाम्यहं तस्मात् पूर्ववृत्तान्तमात्मनः स्थितोऽहं जननी कुक्षौ जडरानलथापिदः मूत्रविष्टा प्रकीर्णे च विपाकेन च कर्मणा गर्भवाससमं दुःखं संसारे न हि मन्यते कथं मयानुभूतं तत्प्रभो भक्तार्तिनाशन संसारेऽस्मिन् महाघोरे नानादुःखसमन्विते असारे मायया विष्णोर्मोहिते पादकाश्रये दुस्तरे बन्धुहीने च कामक्रोधादिसंयुधे शोकरोगप्रदे चैव जन्म मृत्युपदे तथा अपारे जगदामीश पतितोऽस्मि कथं शिव एतत्सर्वं विभो ब्रूहि यदि ते मय्यनुग्रहः महादेव उवाच यद्यप्येतद्दिवश्रेष्ठ गुह्याद्गुह्यतरं महद अप्रकाश्यं तथापि त्वां भक्तं प्रतिवदाम्यहं पुरा त्वं ब्राह्मणश्रेष्ठ शम्भरान्वयसम्भव दण्डपाणिरिदिख्यातः स्थितसल्लोकदुःखदः परलोकभयं त्यक्त्वा विवेकैः परिवर्जितः दस्युवृत्तिं प्रपन्नार्ति परमक्लेशदायिनीं दस्युवृत्तिगतं दृष्ट्वा भवन्तमधिनिर्दयम् अपरे भ्रातरः सर्वे बभूवुस्ते च दस्यवः तेषां नामानि विप्रेन्द्र भ्रातॄणां निगदाम्यहं यैः सार्धं भवदा पूर्वं भ्रातृभिर्स्युदा कृदा दण्डी दण्डायुधश्चैव दत्तवान् दत्तभूस्तथा सुं दण्डो दण्डकेतुश्च भ्रातरषप्रकीर्तिताः तैर्भ्रातृभिर्महाघोरैर्दयाभिपरिवर्जितः दण्डेन भवदा नित्यं सर्वे व्यग्रीकृता जनाः धनलोभेन भवदा दुष्टैस्तैर्भ्रातृभिः सह अरण्ये प्रान्तरो विप्र हदा शतसहस्रशः हत्वा च सायकैस्तीक्ष्णैर्वनस्थेन त्वया सदा गव्यां क्रव्याणि भुक्त्वा च मदिराभिः सह द्विज तदो यानविधिं सर्वे वणिजस्त्वद्भयात्तथा तत्यजोर्विपिने तस्मान्ननर्धः पदिदः सदा यस्य वित्तं न तद्वित्तं गृहं यस्य न तद्गृहं यस्य भार्या न तद्भार्या त्वयि दस्युत्वमागधे एवं स्वभ्रातृभिस्तैस्तु तस्मिन्नेव महावने गदो वर्मश्रमश्रान्तस्नानार्थं सरसीं प्रति तत्र स्नानं समाचर्य क्षुधितेन द्विजोत्तम भक्षितानि मृणालानि भ्रातृभिस्तैर्जलानि च अध त्वया द्विजश्रेष्ठ कौतुका तत्र सत्तम भुक्तानि पद्मपुष्पाणि प्रफुल्लानि बहूनि च तस्मिन्नेव तदकाले ब्राह्मणो विपिने चरः सर्ववेदा यदि ख्यातस्तत्र स्नानार्थमागतः तत्र स्नात्वा स धर्मात्मा भगवन्तं जनार्दनं यष्टुं त्वामकमं भोजं ययाचे विनयान्विदः अथ त्वया च विप्रेन्द्रपद्ममेघं सुनिर्मलं दत्तं परमया भक्त्या पूजार्थं कमलापदेः त्वया दत्तेन पद्मेन स च प्रीदो द्विजोत्तमः पूजयामास तत्रैव विष्णुं सकलकारकम् विष्णुपूजापरं दृष्ट्वा तं विप्रं सर्ववेदसं त्वमपि प्रहसन् विष्णुं ननन्थ च सुकामदम् अथाभ्यर्च्य परात्मानं चतुर्वर्गफलप्रदं यथोक्तविधिना विप्र सजगाम यथागतः तेनाम्बुजप्रदानेन प्रणामेन जसत्तम विष्णुपूजादर्शनेन नष्टं ते सर्वपादकं तद कियद्भिर्दिवसैस्तस्मिन्नेव महावने सम्प्राप्तकालपञ्चत्वं गतोऽसि त्वं द्विजोत्तम तेनैव कर्मणा तुष्टो भगवान् करुणालयः ददौ तुभ्यं परं स्नानं देवैरपि सुदुर्लभम् मन्वन्तरसहस्राणि मन्वन्तरशतानि च भुक्तं नानासुखं तत्र कृपया कमलापदेः तद कर्मावसाने तु कर्मभूमिमां द्विज आगत्य तैः पुण्यफलैर्जादोऽसि द्विजसन्ततौ ब्राह्मणस्य कुले शुद्धे जन्म सम्प्राप्य सत्तम सर्वगुणाश्रया लब्धा हरिभक्तिरचञ्चला। आराधितो महाविष्णुक्रिया योगैस्त्वया प्रभुः, तुभ्यं दास्यति विज्ञानं ज्ञानान्मुक्तो भविष्यति। गच्छ ब्राह्मण भद्रं ते सुप्रीतो, निजमन्दिरं मद्दर्शनं त्वया प्राप्तं, मुक्तोऽसि भवबन्धनाद। व्यास उवाच युत्युक्तान्दर्दधे विप्र तत्रैव जगदीश्वरः, कृतार्थो ब्राह्मणसोऽपि जगाम भवनं स्वकम्। अध सत्रदिनं विष्णुं पद्मपुष्पैर्मनोरमैः यत्नाधाराधयामासस्तुत्यर्थं परमेश्वरम्। विष्णुं समाराध्यचिरं प्रसुप्त पद्मप्रसूनैर्विचित्रै सुपुष्पपैः, ज्ञानं समासाद्य जगाम मोक्षं प्रसादत श्रीगरुडध्वजस्य। हनिच्चयापि कमलं यच्छदफलमीदृश्यं, विष्णवे यच्छदो भक्त्या न जाने किं भवेदिति। सत्यं सत्यं पुनः सत्यं, सत्यमेव मयोच्यते। कमलैर्हरिमभ्यर्च्य प्राप्यते परमं पदम्, एकमेवारविन्दं यः प्रददाति मुरारये तस्य नास्ति पुनर्जन्म संसारेषु भयावहे। नारायणं ये जप्रभुल्ल वाजिजायर्दयामयं, कामदमर्चयन्ति ये काहमप्युत्कट पापयुक्तास्ते यान्ति मुक्तिं प्रति पापिनो वी। इति श्रीपद्मपुराणे क्रिया योगसारे त्रयोदशोऽध्यायः। ॐ